गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणम् इत्यस्मिन् विषये पुस्तकात् साक्षात् अस्माभिः किञ्चित् पठितं। तत्र अशीतिः तमपुटे घटत्वावच्छिन्न प्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् इति स्थूलाक्षरैः लिखितं। तस्मिन् विषये अस्माभिः किञ्चिदिव चर्चितमपि, अपि च बृहत् करपत्रं तस्मिन् विषये एव निर्मितम् आसीत्, तदपि अस्माभिः समीचीनतया गभीरतया अधीतम्। अत्र सीमा भगिनी किञ्चित् वक्तुम् इच्छति वा अत्र भिन्नं, तत्र भेदः कथम् इति, के के भेदाः सन्ति इति? आं महोदय, सिद्धा अस्मि। उत्तमं। ह्यस्तनवर्गे गतवर्गे किञ्चित् भ्रमः जातः, अतः इदानीं अवच्छेदकस्य भेदः अत्र अस्ति। यथा भूतले घटः नास्ति इति वदामश्चेत् घटः प्रतियोगी भवति, तत्र घटत्वप्रतियोगिताः अवच्छेदकः भवति, किन्तु वृक्षे कपिसंयोगाभावः अस्ति, तत्र वृक्षः प्रतियोगी अस्ति किन्तु वृक्षत्वप्रतियोगितायाः अवच्छेदकः भवितुं न अर्हति, यतोहि वृक्षत्व सर्वत्र वृक्षे वर्तते किन्तु अभावः सर्वत्र वृक्षे नास्ति। अतः यत्र अभावः अस्ति तस्य अवयवस्य उपयोगं कृत्वा यतोहि मूलत्वावच्छिन्नवृक्षः प्रतियोगी भवति, तत् एकम् अस्ति। द्वितीय अस्ति अत्र कस्य अवच्छेदकः भवति इति वदतु भगिनि। यथा घटत्वं प्रति अस्तु वदतु। तदेव वदामि, घटत्वप्रतियोगितायाः अवच्छेदकः अस्ति, किन्तु मूलम् अधिकरणतायाः अवच्छेदकः अस्ति, न तु प्रतियोगितायाः। प्रतियोगितायाः अवच्छेदकः वृक्षत्व एव अस्ति, किन्तु अधिकरणतायाः अवच्छेदकः मूलम् अस्ति। अपि तु घटत्वं समवायसम्बन्धेन घटे वर्तते, इत्युक्ते अवच्छेदकः यत् अस्ति तत् समवायसम्बन्धेन घटे वर्तते। तस्य अर्थः अस्ति अवच्छेदकः अधिकरणे वर्तते, तस्य अधिकरणे वर्तते, किन्तु अत्र वृक्षः अधिकरणमस्ति, सः वृक्षः समवायसम्बन्धेन मूले वर्तते, अभावस्य अधिकरणम् अस्ति, सः समवायसम्बन्धेन मूले वर्तते। अतः यदा वयम् अवच्छेदकं वदामः तर्हि मूलं स्वरूपसम्बन्धेन वृक्षे वर्तते इति भवति, न तु समवायसम्बन्धेन। उत्तमं, तर्हि घटत्वं घटत्वं समवायसम्बन्धेन तत्र प्रतियोगिनी वर्तते, किन्तु तदेव अवच्छेदकमस्ति, किन्तु अत्र अग्रम् इति वृक्षे न भवति, वृक्षः एव अधिकरणं, तस्मिन् अग्रं न भवति, तत्र विपरीतरीत्या वृक्षः एव अवयविनि अवयवे भवति इत्यतः तत्र, किन्तु तत्र अवच्छेदकत्वं वक्तव्यम् इति चेत् केनापि सम्बन्धेन वक्तव्यम् इत्यतः तत्र मूलं वा अग्रं वा, तत्र मूलम् इति स्वीकुर्मः, मूलम् इति यद् अवच्छेदकं तत् स्वरूपसम्बन्धेन अवयविनि वर्तते इति भेदः, इत्यपि भेदः। उत्तमम्, अग्रे। आम्, अपि तु घटस्य आनयेन घटाभावः अपगच्छति, किन्तु वृक्षस्य आनयेन वृक्षाभावः न अपगच्छति, यतोहि वृक्षे एव अभावः अपि भावः अस्ति। कस्य अभावः न अपगच्छति? कपि कपि संयोगाभावः वृक्षे किन्तु भवत्या वृक्षस्य अभावः न अपगच्छति इति उक्तं. वृक्षत्वस्य आनयनेन वृक्षत्व वृक्षस्य अभावः निश्चयेन अपगच्छति. आम् आं सत्यं सत्यं न कपिसंयोगाभावः वृक्षस्य आनयनेन न अपगच्छति, यतोहि वृक्षे एव कपिसंयोगाभावः अपि कपिसंयोगः वर्तते. तर्हि वृक्षत्वस्य आनयनेन कपिसंयोगस्य कपिसंयोगः कपिसंयोगस्य अभावः न अपगच्छति इति वक्तुं शक्यते. उत्तमं तदेव उत्तमम् उत्तमं समीचीनं भगिनि, धन्यवादः. तर्हि अत्र घटत्वनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं मूलं मूलमेव मूलम् अवच्छेदकमस्ति, अग्रमपि अवच्छेदकमस्ति, तेषु तयोः विद्यमान अवच्छेदकत्वं भिन्नम्. अत्र आदौ यद् भगिन्या उक्तं तदेव मुख्यवार्ता अस्ति. अग्रं मूलम् इति तेषु अवच्छेदकत्वं कस्य इति चेत् अधिकरणतायाः, कस्याः इति चेत् अधिकरणतायाः एव अवच्छेदकत्वं भवति एतयोः. किन्तु तत्र घटत्वमिति स्वीकुर्मश्चेत् तत् प्रतियोगितायाः अवच्छेदकः भवति, अवच्छेदकं भवति इति महान् भेदः वर्तते. उत्तमं, तर्हि अग्रे इदानीं सर्तुं शक्यते. श्रीराममहोदय, भवान् आरब्धुम् इच्छति वा? श्रूयते वा? हा श्रूयते. महोदय. हा श्रूयते महोदय, सम्यक्तया श्रूयते. अहं चिन्तयामि अत्र कपिसंयोगः कपिसंयोग अभावः अस्ति, तत्र अधिकरणता वृक्षे अस्ति, अवच्छेदकम् अस्ति अग्रम् इति अस्ति. सत्यं. तत्र अग्रम् अपि च वृक्षः अनयोः इदानीं अग्रं वृक्षे कुत् केन सम्बन्धेन अस्ति इति प्रश्ने स्वरूपसम्बन्धेन अस्ति इति वदामः खलु. सदा यदा वयं चित्रं निरूपयामः तत्र वृक्षम् इति लिखामः, उपरि अधिकरणता भवति, तस्य अवच्छेदकः अवच्छेदकं भवति अग्रम्. अग्रम् अपि वृक्षनिष्ठ भवितुमर्हति, वृक्षनिष्ठस्वरूपसम्बन्धेन इति भवितुमर्हति वा? कथं चित्रं तत्र चित्रं तु यथा सीमा भगिन्या पूर्वमेव उक्तं, तत्र अधस्तात् सर्वस्मात् अधस्तात् तत्र मूलं नो चेत् अग्रम् इति लेखनीयं. किमर्थम् इत्युक्ते तदेव अन्तिम अवयवः. तर्हि वृक्षः अग्रे वा मूले वा वर्तते इत्यतः अग्रं मूलम् इति लिखित्वा तस्मात् उपरि वृक्षः इति लेखनीयं. पुनः तृतीयस्तरे वृक्षात् उपरि अधिकरणता इति लेखनीयं. तदेव समीचीनचित्रं भवति. किन्तु इदानीं तत्र शरः अधो एव गच्छति, इत्युक्ते अधिकरणतातः वृक्षपर्यन्तं शरः अधो गच्छति, पुनः वृक्षात् आरभ्य मूलं वा अग्रं प्रति अधः गच्छति. किन्तु इदानीं तत्र डाटेड् लैन्स् इव स्थापनीयम्, अग्रात् आरभ्य इदानीं वृक्षपर्यन्तम् इत्युक्ते तत्र पुनः डाटेड् लैन्स् कृत्वा तत्र स्वरूपसम्बन्धः इति लेखनीयम्. वृक्षः मूले वा अग्रे वा समवायसम्बन्धेन वर्तते, किन्तु इदानीम् अग्रं वा मूलं वा वृक्षे स्वरूपसम्बन्धेन वर्तते इत्यतः तत्र अधस्तात् उपरि एकं डाटेड् लैन् संस्थाप्य तत्र शरः अपि उपरि गच्छेत्. तर्हि यद् भवता उक्तं वृक्षनिष्ठ तत्र वृक्षनिष्ठमूलं वृक्षनिष्ठस्वरूपसम्बन्धावच्छिन्नमूलम् इति एव वक्तव्यं. तत्र मूलं वृक्षे वर्तते, अग्रम् अपि मूले वृक्षे वर्तते, किन्तु स्वरूपसम्बन्धेन एव वर्तते, न तु समवायसम्बन्धेन इति. तदा एकशरः वृक्ष आरभ्य मूलपर्यन्तं भवति, अन्यशरः मूलम् आरभ्य वृक्षपर्यन्तं भवति, एकशरः डाटेड् लैन् मध्ये भवति. सत्यं यत् सत्यं तत्र सामान्यतया वृक्षः एव अवयवी अवयवी एव अवयवे वर्तते इत्यतः तदेव तत्र ब्लाक् इत्युक्ते स्थूल स्थूलरूपेण तत्क्षरः स्थापनीयं भवति. किन्तु अत्र कथञ्चित् तत्र सम्बन्धः साधनीयः, नो चेत् अवच्छेदकत्वं न आपतति मूले वा अग्रे वा इत्यतः तत्र डाटेड् लैन्स् स्थातव्यम्. अन्यं प्रश्नम् एकम् अस्ति महोदय, एकनिमिषं तदपि पृच्छामि. अस्तु अस्तु अस्तु महोदय, अनन्तरं पृच्छामि तत्. भवान् अग्रे पठतु महोदय. इदं च इदं च खलु ततः आरभ्य इदम् आरभ्य इदं च अव्याप्यवृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धं, तथा च अग्र अवच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते. मूल अवच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावो वा वर्तते. एवञ्च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगो वर्तते, तद् अभावोऽपि वर्तते इत्यर्थः. तुल्ययुक्त्या कपिसंयोगाभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्. इदं च अव्याप्य वृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धम्. अव्याप्यवृत्तित्वम् इति शास्त्रे अस्ति, प्रसिद्धमस्ति, तथा च अग्र अवच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते. इदानीम् उदाहरणमस्ति, वृक्षे कपिः अस्ति, वृक्षस्य अग्रदेशे कपिः अस्ति, तत्र कपिसंयोगः इति गुणः स्वीकुर्मः, सः गुणः अग्र अग्रे अग्र इति अग्रेण अवच्छेदः अस्ति कपिसंयोगः. वृक्षे कपिः कपिसंयोगः वा वर्तते, मूलत्व अग्रेण अवच्छेदकः इति न, अग्रेण अवच्छिन्नम् इति अवच्छिन्नमेव अवच्छेदकः किल, अवच्छिन्नः अस्ति, अवच्छिन्नः अस्ति, नो चेत् अवच्छिद्य इति वक्तव्यम्, अवच्छिद्यः अवच्छिद्य. मूल अवच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावः वर्तते. कपिसंयोगः कपि च अग्रदेशे अस्ति, तदा मूलदेशे कपिसंयोगाभावः वर्तते. यदा एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यास्यामः वाक्यस्य वृक्षे कपिसंयोगः वर्तते, तदभावो वर्तते इत्यर्थः. अव्याप्यवृत्तिः वृक्षे कपिसंयोगः अव्याप्यवृत्तिः इति वदामश्चेत् तस्य अर्थः अस्ति, एकस्मिन् देशे अग्रदेशे कपिसंयोगः वर्तते, अन्यस्मिन् देशे वृक्षे एव, अन्यस्मिन् देशे मूलदेशे तस्य अभावः अपि वर्तते। युगपत् द्वयोः अभावश्च अस्तित्वश्च भवति। सत्यं, तत् कथं वदामः, तत्र करपत्रे अस्माभिः अधीतं किल, स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम्। स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वं, तदेव अव्याप्यवृत्तिः। स्व अभावस्य अधिकरणे, यस्मिन् अधिकरणे स्वस्य अभावः अस्ति तस्मिन्नेव अधिकरणे तस्य भावः अपि अस्ति। स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वं एव अव्याप्यवृत्तिः इति। तुल्ययुक्त्या कपिसंयोगभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्। एवं यदा यः कपिसंयोगाभावः मूले अस्ति सः अभावः अग्रे नास्ति। कपिसंयोगः अभावः अपि अव्याप्यवृत्ति, वृक्षे अव्याप्यवृत्तिः अस्ति। किमर्थमित्युक्ते एकस्मिन् एकस्मिन् अधिकरणे वृक्षे एव तस्य भावः अस्ति, अभावस्य अभावः अस्ति, अन्यस्मिन् देशे अभावस्य अभावः अभावस्य अभावः अग्रदेशे अस्ति। उत्तमं, तर्हि कपिसंयोगः अपि अव्याप्यवृत्तिः, कुत्र? वृक्षे। कपिसंयोग अभावः अपि अव्याप्यवृत्तिः, कुत्र? वृक्षे। सत्यम्, उत्तमं, धन्यवादः महोदय। धन्यवादः। अग्रे कुलकर्णी महोदय पठति वा? सुवर्णं महोदय, सुप्रभातम्। नमस्ते महोदय। नमस्कारः महोदय। नमस्कारः। अग्रे वृक्षे कपिसंयोगः इति वाक्येपि अग्रपदोत्तर सप्तम्याः अवच्छेदकत्वम् अर्थः वृक्षपदोत्तरसप्तम्याः अधिकरणत्वम् अर्थः, तथा च अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपिता निरूपित आधेयता आश्रयः कपिसंयोगः इति प्रतीयते। मूले वृक्षे कपिसंयोग अभावः इति वाक्यात् अपि मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः कपिसंयोग अभावः इति बोधः भवति। एवञ्च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं, तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम्। श्रूयते वा? हा हा, सम्यक्तया श्रूयते। अग्रे वृक्षे कपि संयोग इति वाक्येपि अग्रपदोत्तरसप्तम्या, किञ्चित् भवानेव विवरणं करोतु महोदय। भवान् प्रयत्नं करोतु महोदय, यदि यदि दोषेण वदति चेत् किञ्चित् समीकरणं करोमि। कपिसंयोग इति वाक्येपि अग्रपदोत्तरसप्तम्या अवच्छेदकत्वम् अर्थः। अत्र पदद्वयमस्ति किल, अग्रे वृक्षे कपिसंयोगः इति वाक्यम्। अग्रे, हा हा, अग्रे इति इत्यस्य विभक्तिः किम्? अग्रे अग्रे सप्तमी अस्ति, सप्तमी वृक्षे इत्यत्रापि सप्तमी अस्ति, सप्तमी अस्ति अग्रे वृक्षाम्। तर्हि तर्हि पदद्वयेपि सप्तमी द्योतते, तत्र अग्रपदोत्तरसप्तम्याः अर्थः कः, तत्र प्रत्ययस्य अर्थः कः इति चेत् अवच्छेदकत्वम् इत्येव अर्थः। वृक्षपदोत्तरसप्तम्याः अर्थः कः इति चेत् अधिकरणत्वम् इति अर्थः। अग्रे वृक्षे, तत्र अग्रे इत्यत्र सप्तम्याः अर्थः अवच्छेदकत्वं, वृक्षे इत्यत्र सप्तम्याः अर्थः अधिकरणत्वम्। तथा च अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आदेयताश्रयः कपि संयोगः इति प्रतीयते. अग्रे अवच्छिन्न अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आदेयताश्रयः कपि संयोगः इति प्रतीयते. तर्हि अत्र किं कृतम्, अग्रे वृक्षे कपि संयोगः इति सामान्यवाक्यस्य तत्र न्यायशैल्या उक्तम् अग्रे वृक्षे कपि संयोगः इति सामान्यवाक्यस्य तत्र व्यवहारवाक्यस्य न्यायशैल्यां वदतु इति चेत् अग्र अग्रत्वावच्छिन्न वृक्षनिष्ठ अधिकरणता तत्र अग्रे एव अवच्छेदकत्वम् अस्ति. तर्हि कस्य अवच्छेदकम् इति चेत् अधिकरणतायाः अवच्छेदकम् अस्ति. तर्हि अपि च अग्रम् इति वृक्षे अस्ति, वृक्षनिष्ठमस्ति. तर्हि अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः कपि संयोगः. आदेयः कः? आदेयः वृक्षः. न आदेयः कपि संयोगः. कपि संयोगः इति गुणः आदेयः. तत्तु वृक्षे वर्तते. तर्हि वृक्षः एव अधिकरणमस्ति. अनेन अधिकरणता वृक्षे आगतमस्ति. सा अधिकरणता केन अवच्छिन्ना इति चेत् अग्रेण अवच्छिन्ना. अग्रे हा एवम् अग्रे अपि महोदय मूले वृक्षे कपि संयोग अभावः इति वाक्याद् अपि मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयताश्रयः कपि संयोग अभावः इति बोधः भवति. तत्र कपि मूले वृक्षस्य मूले कपि संयोग अभावः अस्ति. मूले वृक्षे कपि संयोग इति न्यायशैल्यां मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः कपि संयोग अभावः इति न्यायशैल्यां वाक्यं भवति. तर्हि अत्रापि मूले वृक्षे इति मूले वृक्षे कपि संयोग अभावः इत्यस्मिन् वाक्ये पदद्वयं सप्तम्याम् अस्ति. तत्र मूले इति मूल उत्तर सप्तम्याः अर्थः अवच्छेदकत्वम् इति. वृक्षः अधिकरणः अस्ति. कपि संयोग अभावः अधेयः सत्यम् इति अस्ति. एवञ्च सर्वजरसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम्. सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यं कर्तुम्. अस्य अर्थः कः? न अवगतं सम्यक् प्रकारेण अव्याप्यवृत्तित्वं. इदानीं किमर्थं तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इत्यस्मिन् विषये चिन्तनं? वृत्ति नाम अधेयता. न सन्दर्भः किम् आसीत्? तत्र मतभेदः आसीत् किल प्राचीनानां नव्यानाम् अनयोः मध्ये मतभेदः आसीत्. कस्मिन् विषये मतभेदः आसीत्? यत्र रूपद्वयमस्ति. वदतु भगिनि. यत्र रूपद्वयमस्ति प्राचीनानां मध्ये चित्ररूपं स्वीकर्तव्यम् अस्ति, किन्तु नव्यनैयायिकानां मध्ये चित्ररूपस्य आवश्यकता नास्ति, यतोहि रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यमस्ति. रूपम् अव्याप्यवृत्तिः गुणम् इति प्राचीनमतम् अव्यायिकमतं. प्राचीनमतम् अस्ति व्याप्यवृत्तिः रूपं गुणम् इति. उत्तमं तदेव रूपम् इति रूपम् इति नूतनरूपं स्वीकृत्य साधयति तस्य तर्हि सीमा भगिनी किञ्चित् यद्भवत्या उक्तं तस्य परिष्कारं करोमि यत्र रूपद्वयं विद्यते इति नास्ति तत्र रूपम् इति एकः एव गुणः रूपम् इति गुणः अव्याप्यवृत्तिः वा अव्याप्यवृत्ति वा व्याप्यवृत्ति वा इति इदानीं तत्र यत्र रूपद्वयं वा तथापि अधिकरूपं वर्तते तत्रैव इति नास्ति नव्यानां मतानुसारं रूपमिति गुणः अव्याप्यवृत्तिः यथा संयोगः इति गुणः सर्वदा अव्याप्यवृत्तिः एव भवति तादृशं रूपमिति गुणः अव्याप्यवृत्तिः इति नव्यानां कथनमस्ति किन्तु प्राचीनानां मतानुसारं सर्वदा रूपमिति गुणः व्याप्यवृत्तिः एव इति किन्तु यत्र एकमेव रूपमस्ति तत्र कोऽपि सन्देहः न भवति अहं यतोहि तस्य व्याप्यवृत्तित्वस्य विषये किञ्चिदपि क्लेशः नास्ति किन्तु यत्र रूपद्वयमस्ति तत्र रूपस्य एकस्य रूपस्य अव्याप्यवृत्तित्वम् अस्ति न वा चित्ररूपस्य व्याप्यवृत्तित्वम् अस्ति तत् स्वीकर्तुं तद् मम मनसि आसीत् यतोहि प्रत्यक्ष पुरातन किं वदामः पुरातनव्य न ओल्ड् ओल्ड् प्राचीनमतं धन्यवादः प्राचीन प्राचीननैयायिकानां मते रूपाभावः कदापि न स्वीकर्तव्यं भवति यतोहि रूपाभावः अस्ति प्रत्यक्षत्वाभावः अपि भवति तद् मम चिन्तनमस्ति किन्तु समीचीनं न तत्र अतः तदेव भवत्याः चिन्तनम् आसीत् इत्यतः एव मया किञ्चिदिव परिष्कृतं इदानीम् एका उत्पीठिका अस्ति इति चिन्तयतु तस्मिन् बहूनि वस्तूनि भवितुम् अर्हति तथापि एकमेव अस्तु एकं पुस्तकम् एव अस्ति उत्पीठिकायाम् इति चेत् तत्र केवलं यद्यपि वस्तुस्थितिः एकमेव पुस्तकम् उत्पीठिकायाम् अस्ति तथापि तस्य धारणशक्ति विषये इदानीं वदामश्चेत् तस्मिन् उत्पीठिकायां बहूनि वस्तूनि भवितुमर्हति इति एव वक्तव्यं यद्यपि इदानीम् एकमेव वस्तु उत्पीठिकायाम् अस्ति चेदपि तस्याः धारणशक्तिः ततोपि अधिकानि वस्तूनि तत्र भवति चेदपि तत्र क्लेशः न भवति तादृशं यद्यपि एकमेव इदानीं रक्तघटः घटे एकमेव रूपमस्ति तत्तु रक्तम् इति चिन्तयामः रक्तवर्णं यद्यपि घटं व्याप्य तिष्ठति तथापि रूपम् इति गुणः कीदृशः इति सामान्यतया निश्चेतव्यं चेत् तत्र रूपम् इति गुणः नव्यानां मतानुसारम् अव्याप्यवृत्तिः गुणः एव इति नव्यानां चिन्तनमस्ति प्राचीनानां चिन्तनम् अपि तत्र व्याप्यवृत्तिः एव इत्युक्ते एकमेव रूपम् अस्ति चेदपि प्राचीनानां मतानुसारं व्याप्यवृत्तिः गुणः एव रूपम् एकस्यापि अधिकं रूपं वर्तते चेदपि तत्र नूतनरूपम् उत्पद्यते तस्य नाम अस्ति चित्ररूपं तर्हि तदपि व्याप्यवृत्तिः एव इति तेषां तत्र रूपमिति वस्तुस्थितिम् अदृष्ट्वा इत्युक्ते रूपम् इति गुणः स्वीकृत्य तस्य स्वभावः कः इति चेत् प्राचीनानां मतानुसारं व्याप्यवृत्तिः एव स्वभावः नव्यानां मतानुसारम् अव्याप्यवृत्तिः एव स्वभावः इति अस्तु अवगच्छामि महोदय किञ्चित् एकः प्रश्नः अस्ति यत्र एकमेव रूपमस्ति घटे तर्हि नव्यनैयायिकानां मतानुसारं तस्य रूपस्य अव्याप्यवृत्तिः तथापि भवति न वा आम् इत्युक्ते तस्मिन् सन्दर्भे एकमेव रूपं द्रव्यं व्याप्य तिष्ठति इति तु सत्यं, किन्तु स्वभावः कः इति चेत् इदानीम् अश्वस्य किं वदामः, तत्र उदाहरणं चिन्तयन् अस्मि. अहम् अवगच्छामि, पोटेन्शियल् अस्ति अव्याप्य. सत्यं तद् भवान् वक्तुम् इच्छति. अस्तु अस्तु, इदानीम् अवगच्छामि, धन्यवादः. अश्वस्य स्वभावः वेगेन धावनं, किन्तु तत्र यदा कदापि आगत्वा एकस्मिन् स्थले एव तिष्ठति चेत् तस्य स्वभावः न परिवर्तते किल. अश्वस्य स्वभावः कः इति एव चिन्तनं. यस्मिन् समये तद् धावति सः तद् धावति तस्मिन्नेव समये तत् तादृशस्वभावः अस्ति इति न वक्तव्यं. तर्हि अव्याप्यवृत्तित्वं भवितुम् अर्हति, किन्तु व्याप्यवृत्तित्वम् अपि भवितुम् अर्हति रूपस्य नव्यनैयायिकमते, यत्र एकमेव एव रूपम् अस्ति अधिकरणे तदानीम्. No, तत्र व्याप्यवृत्तित्वं भवितुम् अर्हति इति न वक्तव्यं, तदेव अत्र मुख्यवार्ता अस्ति. तत्र वस्तुस्थितिः व्याप्य तिष्ठति, एकमेव रूपं द्रव्यं व्याप्य तिष्ठति इति वस्तुस्थितिः, किन्तु इदानीं रूपम् इति गुणः कीदृशः इति चेत् अव्याप्यवृत्तिः गुणः एव रूपं, तस्य स्वभावः सर्वदा इत्युक्ते तस्य स्वभावः स्वरूपः तदेव इति नव्यानां चिन्तनमस्ति. अस्तु अस्तु, धन्यवादः. हा, अपि च कुलकर्णी महोदय तदेव अत्र दत्तमस्ति, एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेनैव चित्ररूपस्थले अपि, इत्युक्ते चित्ररूपम् इति प्राचीनैः यत् स्वीकृतं तस्मिन् स्थले अपि नव्याः एतादृशं तस्य निर्वाहं कुर्वन्ति इति. अव्याप्यवृत्तित्वं कथं द्योतते इति चेत् तत्र रक्तरूपम् एकस्मिन् पटे एकस्मिन् भागे अस्ति, अन्यस्मिन् भागे तस्य अभावः अस्ति. यत्र नीलरूपमस्ति तत्र इदानीं रक्तरूपस्य अभावः अस्ति, यत्र रक्तरूपमस्ति तत्र नीलरूपस्य अभावः अस्ति, तर्हि रूपद्वयमपि अव्याप्यवृत्तिः. अनेन तत्र चित्ररूपम् इति नूतनरूपं न स्वीकार्यम्, अस्वीकार्य एव तत्र निर्वाहः कर्तुं शक्यते इति अत्र उक्तं, तावदेव. चित्ररूपस्थले अपि इत्युक्ते नूतनरूपं न स्वीकर्तव्यं. केवलम् एकरूपम् अस्ति चेत् अपि अव्याप्यवृत्तिः इति वदामः. तदेव सीमा भगिन्या पृष्टं किल, इदानीं तत्र सन्दर्भः त्यक्त्वा केवलं रूपम् इति गुणः, यदा एकमेव रूपम् अस्ति तत्र यदा रूप एकस्यापि अधिकं रूपं वर्तते तत्र इति नास्ति, रूपम् अव्याप्यवृत्तिः गुणः इति नव्यानां मतं, रूपं व्याप्यवृत्तिः गुणः इति प्राचीनानां मतम्. महोदय, एकं सन्देहमस्ति, नव्यानां मतम् अव्याप्युक्तित्वम् इति अवगच्छन् प्राचीनां, एवं च सर्वजनसिद्धं यत् अव्याप्युक्तित्वं तेनैव दट् मीन्स् ओन्लि दट् अव्याप्युक्तम् एक्सेप्टेड् बै इवन् नवीना. तदेव अत्र उक्तं, नव्याः किं वदन्ति इति चेत् रूपम् अव्याप्यवृत्तिः गुणः. That is all I have understood. Those everything I have understood. Only this, evam sarvajanasiddham. Sarvajanasiddham, it seems, both nayayika, prachina. No. Atra sarvajanasiddham kim iti chet avyapyavrittitvam iti kim api asti. Avyapyavrittitvam eva sarvajanasiddham. Tad avyapyavrittitvam svikritya चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम् इति अत्र उक्तं. सर्वजनसिद्धम् इति इदानीं प्राचीनाः नव्याः इति नास्ति, अव्याप्यवृत्तित्वम् इति किमपि अस्ति. इदानीं संयोगः इति स्वीकुर्मः, संयोगः इति गुणः स्वीकुर्मः, that means avyaptivyuktitvam is the popular one. Can we take like that? No, no, no, no. Atra atra tadrisha paramarsha kimapi nasti. Okay, okay, thank you. Sayogaha iti gunaha navyanam matanusaram apicha prachinanam matanusaram avyapya vrittihi. Tarhi avyapya vrittihi gunaha asti iti sarvajana siddham asti. अव्याप्यवृत्तिः इति किमपि नास्ति इति कोऽपि न वदन्ति. अव्याप्यवृत्तिः इति इति इति भवितुमर्हति इति सर्वजनसिद्धम् अस्ति. किन्तु इदानीं रूपस्य विषये का गतिः इति चेत् तत्र प्राचीनाः वदन्ति वदन्ति रूपम् इति गुणः अव्याप्यवृत्तिः. नव्याः वदन्ति अव्याप्यवृत्तिः इति. तर्हि अत्र सर्वजनसिद्धं किम् इति चेत् अव्याप्यवृत्तित्वम् इति इति किमपि धर्मः भवितुमर्हति. रूपः विहाय यत्र कुत्रापि अव्याप्यवृत्तिः इति भवितुम् अर्हति इति इत्युक्ते सर्वेषाम् अनुभवः अस्ति. सत्यं सर्वेषाम् अनुभवः सर्वेषाम् अङ्गीकारः अस्ति. अव्याप्यवृत्तित्वम् इति तादृशधर्मः लोके भवितुमर्हति. उदाहरणार्थं संयोगः इति स्वीकुर्मः. संयोगः अव्याप्यवृत्तिः गुणः इति सर्वेषाम् अङ्गीकारः अस्ति. किमर्थमित्युक्ते संयोगः यत्र कुत्रापि एव भवति किल. अस्तु अग्रे महोदय वदतु. आकाशस्य यः पदार्थः सर्वत्र अस्ति, विभुः अस्ति, तस्य संयोगः यदा अन्यस्मिन् अन्येन पदार्थेन भवति यथा पुस्तकं, तदानीं व्याप्य संयोगस्य व्याप्यवृत्तित्वं भवति न वा? भवती किं चिन्तयति, भवितुमर्हति वा? पुस्तकस्य दृष्ट्या व्याप्यवृत्तित्वम् अस्ति, किन्तु आकाशस्य दृष्ट्या अव्याप्यवृत्तिः अस्ति, यतोहि आकाशः विभुः अस्ति. किन्तु पुस्तकस्य दृष्ट्या तु अव्याप्यवृत्तिः अस्ति, अतः मम संशयः अस्ति कथं वदनीयम्. अत्र अत्र अत्र भगिनी किं कर्तव्यम्, इदानीं संयोगस्य विषये एव चिन्तनीयम्. आकाशः इति द्रव्यं, तस्य स्वरूपः एव विभुः, विभुत्वम्. किन्तु इदानीम् अस्माकं चिन्तनं तु आकाशस्य आकाशः इति द्रव्यस्य विषये नास्ति, तत्र संयोगः इति गुणस्य विषये एव अस्माकं चिन्तनम्. पश्यतु, आकाशपुस्तकयोः मध्ये संयोगः वर्तते. इदानीं चिन्तनं कस्मिन् विषये, संयोगः इति गुणस्य विषये एव, न तु आकाशः इति द्रव्यस्य विषये. संयोगः विभुः वा? संयोगः न विभुः, किन्तु तर्हि अव्याप्यवृत्तिः एव. संयोगः इति गुणः यदा विभुः न भवति तर्हि अव्याप्यवृत्तिः एव संयोगस्य सर्वदा. इदानीम् अहमस्मि, मम हस्ते घटः अस्ति, अहं तु घटस्य अपेक्षया बृहदस्मि, तथापि इदानीं मम हस्तघटयोः एव तत्र संयोगः वर्तते, अपि च घटे घटस्य मूलभागे एव मम हस्तस्य संयोगः भवति, न तु सर्वेषु घटेषु इति कृत्वा एकस्मिन् भागे एव तत्र संयोगः भवति इत्यतः संयोगः सर्वदा अव्याप्यवृत्तिः गुणः. हस्तभित्या इति उदाहरणं दत्तं किल महोदय? हस्तभित्योः संयोगः सत्यं. किन्तु अत्रापि इतोपि किञ्चित् चिन्तयितुं शक्यते. अत्र इदानीं मया उक्तं किल, मम हस्त अपि च घटः, घटे घटे भागाः वर्तन्ते, अग्रभागः मूलभागः, मम हस्ते अपि पृष्ठभागः पूर्वभागः इति भागाः वर्तन्ते, तर्हि मम हस्तस्य पूर्वभागः अपि च घटस्य अग्र मूलभागः अनयोः मध्ये संयोगः भवितुमर्हति। यत्र अवयवाः सन्ति तत्र संयोगः भवितुमर्हति इति तु अस्ति। इदानीम् आकाशः एकः एव, आकाशे अवयवाः न सन्ति, तर्हि कथं वा, किन्तु पुस्तके तु अग्रभागः मूलभागः इति तत्र अवयवाः सन्ति इत्यतः पुस्तके संयोगः भवितुमर्हति, किन्तु इदानीं पुस्तकम् अपि च आकाशः अनयोः मध्ये संयोगः इति वदामश्चेत् तत्र पुस्तकस्य अग्रभागः अपि च आकाशस्य कस्मिन् केन भागेन सह संयोगः इति तत्र प्रश्नः इदानीमपि अस्ति किल? इति सर्वैः प्रश्नम् अवगतं वा? आकाशः निरवयवः, आकाशस्तु एकः एव, तर्हि आकाशः एकः एव इति चेत् इदानीम् आकाशमध्ये आकाशपुस्तयोः मध्ये संयोगः भवति इति नैयायिकैः अङ्गीकृतं, पुस्तके अवयवाः विद्यन्ते इत्यतः एकस्मिन् भागे तत्र भवितुमर्हति संयोगः, किन्तु इदानीम् आकाशे भागाः न सन्ति, एकः एव आकाशः इत्यतः केन सह तत्र कस्मिन् भागे संयोगः भवति इत्यत्र क्लेशः वर्तते। तदेव शङ्कराचार्याः तत्र ब्रह्मसूत्रभाष्ये एतद् उदाहरणं दत्त्वा अत्र संयोगः इति गुणः दोषपूर्णः इति साधयति। परमाणूनामपि अवयवाः न सन्ति, परमाणवः एव मूल अवयवः इति कृत्वा परमाणवः तु एकः। इदानीं परमाणुद्वयेन परमाणुद्वाभ्यां तत्र संयोगः भवति चेत् कस्मिन् भागे भवति, सम्पूर्णरीत्या भवति इति वदति चेत् तत्र कथं वा परिमाणं बृहत् भवति, तत् द्विणुकस्य परिमाणं त्रिणुकस्य परिमाणम् इति वदामः किल, इति तत्र क्लेशः भवति इति शङ्कराचार्यः वदति। भवतु, तत्र मया एवमेव उक्तं, तत्र वेदान्तीनां प्रश्नः पूर्वपक्षः आक्षेपः वर्तते अस्मिन् विषये इति, किन्तु इदानीं तत्र नैयायिकानां मतानुसारं तत्र किमस्ति इति एतावत्पर्यन्तम् उत्तरं मया न लब्धः। नैयायिकानाम् उत्तरं किमस्ति तद् न जानीमः, एतावत्पर्यन्तम् उत्तरं न लब्धं, मया पृष्टमपि यदा मम महोदय, हा परमाणुः अवयवी अस्ति वा? परमाणुषु अवयवः न सन्ति, अवयवः न सन्ति, न सन्ति, हा कुत्र संयोगं तत्र वर्तते द्वयोर्मध्ये? तदेव प्रश्नः कृतः शङ्कराचार्यैः। अवयवः नास्ति, यत्र अवयवः अस्ति तत्रैव इदानीं मम वामहस्तेन सह दक्षिणहस्तस्य संयोगः भवति चेत् हस्ते अपि अवयवः वर्तन्ते इत्यतः तत्र संयोगः भवितुमर्हति, किन्तु इदानीं यस्मिन् अवयवः एव नास्ति तत्र सर्वत्र संयोगः भवेत्। इदानीम् आकाशः विभुः, आकाशपुस्तकयोः इदानीं पुस्तकम् इति मध्यमपरिमाण वस्तु अस्ति, द्रव्यमस्ति, तयोः मध्ये संयोगः भवति इति नैयायिकैः अङ्गीकृतमेव, द्रव्ययोः मध्ये संयोगः भवति इति, तर्हि अत्र क्लेशः वर्तते एव। धन्यवादः, अस्तु भवतु, हा इदानीम् अग्रे बालसुब्रह्मण्यमहोदय पठति वा? अव्याप्यवृत्ति अव्याप्यवृत्ति नीलादिसमुदायः एव चित्ररूपम् इति नव्यमतम् पठामि महोदय पठतु महोदय पीतरक्ततन्तुभिः च यत्र पट उत्पत्तिः तत्र पटे अधिकरणे पीततन्तु अवच्छेदेन पीतं रूपम् उत्पद्यते यथा अग्र अवच्छेदेन वृक्षे कपिसंयोगः भवति तत्र एव च पटरूपे अधिकरणे रक्ततन्तु अवच्छेदेन रक्तं रूपम् उत्पद्यते पीतरूप अभावः अपि तत्र एव रक्ततन्तु अवच्छेदेन पटे भवति तुल्यरीत्या रक्तरूप अभावः अपि पीततन्तु अवच्छेदेन पटे एव शक्यः वक्तुम् एवं च एतादृश सर्वजनसिद्ध महोदय तावत् पर्यन्तं वदतु महोदय प्रथमं शक्यः वक्तुम् इति तावत् वदतु पीतरक्ततन्तुमिव यत्र पट उत्पत्तिः तत्र पटे अधिकरणे पीततन्तु अवच्छेदेन पीतं रूपं विदत् पूर्वम् अपि अस्माकं दृष्टं पीतरक्ततन्तुभिः पट उत्पत्तिः भवति तन्तवः कार्यं कारणमिति कार्यं पटः इत्युक्ते अवयविपटः तन्तुभिः अवयवः इति तत्र एतत् तन्तोः अधिकरणः पटः एव न तन्तूनाम् अधिकरणं पटः कथं भवति अधिकरणं तन्तुः पटः अत्र अधिकरण आदेयसम्बन्धः नास्ति कार्यकारणं कारणं तन्तवः कार्यं पटः पीत तन्तवः एव अवच्छेदकः अत्र महोदय किञ्चित् सहायं करोमि किञ्चित् प्रश्नं करोमि तस्य उत्तरं ददातु तत्र पूर्वस्मिन् परिच्छेदे अग्रे वृक्षे कपि संयोगः इति अस्ति किल अग्रे वृक्षे कपि संयोगः इति वाक्ये तत्र पदद्वयं सप्तम्यां निर्दिष्टमस्ति विधि भगिनी किञ्चित् प्रतिध्वनिः आगच्छति अग्रे वृक्षे कपिसंयोगः तादृशम् इदानीम् अत्रापि वाक्यं वदतु सो पटे तन्तवः पठयति वृक्षे इव पठे चिन्तयित्वा वदतु तत्र पटे अधिकरणे पीततन्तु अवच्छेदेन पीतं रूपम् उत्पद्यते इति अस्ति किल तर्हि अत्र पूर्वस्मिन् वाक्ये अग्रे वृक्षे कपिसंयोगः इत्यस्मिन् वाक्ये कः गुणः उक्तः अस्ति गुणः इति संयोगः संयोगः उत्तमम् एवमेव अत्र कः गुणः गुणः रूपमेव गुणः तर्हि कपिसंयोगः इत्यस्मिन् स्थाने पीतं रूपम् इति भवेत् इदानीं वृक्षे इत्यस्मिन् स्थाने किं भवति, किं भवेत्? वृक्षे इति अधिकरणम् अत्र पटः एव वृक्षस्थाने अस्ति. उत्तमं. तर्हि पटे पीतं रूपम् इति आपदति. इदानीम् अग्रे इत्यस्मिन् स्थाने अत्र किं भवेत्? अग्रे, अग्रे इति पटे अग्रे वृक्षस्य अग्रे एवं पटे न न अत्र वृक्षे इत्यस्मिन् स्थाने पटे इति भवता यदुक्तं तत् समीचीनं. पुनः तत्र पटे पटे पीतरूपम् इति न वक्तुं शक्यते किल. अग्रे वृक्षे कपिसंयोगः डाश् पीट पटे पीतं रूपम्. अत्र अग्र इति अग्रे इत्यत्र अग्रम् अग्रमिति किमर्थम् उक्तम्? अग्रमिति अत्र अधिकरणं संयोगस्य अधिकरणं वृक्ष वदतु भगिनि. अग्रम् अवच्छेदकमस्ति किल, अग्रम् इति अवच्छेदकमस्ति. तत्र अग्रम् अग्रे वृक्षे कपिसंयोगः इत्यत्र अग्रम् इति अवच्छेदकं, वृक्ष इति अधिकरणं, कपिसंयोगः इति गुणः. एवमेव अत्र डाश् पटे पीतं रूपम् इत्यत्र पटे इति अधिकरणं, पीतं रूपम् इति गुणः. कः अवच्छेदकः भवति अत्र? इदानीं वाक्यं पठतु महोदय पुनः. तत्र पटे पीतरक्ततन्तुभिः अग्रे अग्रे पठतु. तत्र पट उत्पत्तिः तत्र पटे अधिकरणे पीततन्तव अवच्छेदेन. हा अत्र पश्यतु पीततन्तु अवच्छेदेन इति दत्तमस्ति किल. तर्हि अवच्छेदकः कः इति चेत् पीततन्तवः एव अत्र अवच्छेदकः. यथा अग्रं कपिसंयोगस्य अवच्छेदकः भवति, वृक्षे विद्यमान अधिकरणतायाः अवच्छेदकः भवति, तथा अत्रापि पीततन्तवः एव अवच्छेदकः. पीतरूपम् इति आदेयः, पटः अधिकरणं, पटे विद्यमान अधिकरणतायाः अवच्छेदकः भवति. तर्हि अत्र वाक्यं कथं भवति इति चेत् पीततन्तौ पटे पीतं रूपम् इति वक्तव्यं. तदेव समानवाक्यमस्ति. अग्रे वृक्षे कपिसंयोगः इति यदा वहामः सामान्यशैल्याम्, अत्रापि पीततन्तौ पटे पीतं रूपम् इति वक्तव्यं, नो चेत् रूपम् इति वक्तव्यं. पीतं रूपम् इति त्यजामः. पीततन्तौ पटे पीतं रूपम्, अत्र पीततन्तौ इति सप्तमी यदस्ति तस्य अर्थमस्ति अवच्छेदकत्वम् इति. पटे इत्यत्र यत् सप्तमी अस्ति तस्य अर्थः अस्ति अधिकरणत्वम् इति. इदानीम् अग्रे पठतु. यथा अग्र अवच्छेदेन वृक्षे अपि संयोगः भवति, तथा पीततन्तु अवच्छेदेन पटे रूपं वर्तते इति भवति. तदेव अत्र उक्तं कपिसंयोगः भवति. तत्रैव च पटरूप अधिकरणे रक्ततन्त अवच्छेदेन रक्तं रूपम् उत्पद्यते. सो पटरूपे रक्ततन्तवः अवच्छेदेन रक्तं रूपम् उत्पद्यते. कार्यम् अत्र रक्तं रूपम्. इदानीं तत् स्वीकृत्य वदतु, रक्तं रक्ततन्तून् स्वीकृत्य वदतु. रक्ततन्तवः अवच्छेदकः तत्र कस्य अवच्छेदकः कस्य अवच्छेदकः इत्युक्ते अवच्छेदेन रूप पटः पटे विद्यमान अधिकरणतायाः अवच्छेदकः भवति पटि पटः पटः रक्ततन्त्रः पटः एव पटमेव अवच्छेदकः पटं तन्त्रूपः अवच्छेदकः पटमेव अवच्छेदकः इति भवता उक्तं न पटम् अवच्छेदकः न तन्तवः अवच्छेदकः उत्तमं तस्य अवच्छेदकः इति चेत् पटस्य अवच्छेदकः पटस्य अवच्छेदकः नास्ति पटे विद्यमान अधिकरणतायाः अवच्छेदकः रूपं कुत्र वर्तते पटे वर्तते पटे वर्तते तर्हि रूपम् आदेयः पटः अधिकरणं रूपे आधेयता पटे अधिकरणता सा अधिकरणतायाः तस्याः अधिकरणतायाः अवच्छेदकः अस्ति रक्ततन्तु रक्ततन्तवः रक्ततन्तुः तर्हि अत्रापि वाक्यं भवति रक्ततन्तौ पटे रक्तं रूपं नो चेत् रूपम् यथा अग्रे वृक्षे कपिसंयोगः मूले वृक्षे कपिसंयोग अभावः तथा अत्र वाक्यचतुष्टयं भवति पीततन्तौ पटे पीतरूपं रक्ततन्तौ पटे रक्तरूपं पीततन्तौ पटे रक्तरूप अभावः रक्तरूप रक्त रक्ततन्तौ पटे पीतरूप अभावः अवगच्छति वा एवं चेत् पटः अधिकरणं वा महोदय पटः एव सर्वस्य तत्र पटः एव अधिकरणमस्ति सर्वेषाम् अधिकरणम् अभावस्य नीलरूपस्य अधिकरणं पटः रक्तरूपस्य अधिकरणं पटः नीलरूपस्य अभावस्य अधिकरणमपि पटः रक्तरूपस्य अभावस्य अपि अधिकरणं पटः इति सर्वदा पटे एव अधिकरणता विद्यते किन्तु प्रत्येकं तत् अधिकरणतायाः अवच्छेदकः किम् इति चेत् एतादृशं वक्तव्यमस्ति अत्र वाक्यचतुष्टयं मया उक्तं भवान् प्रयत्नं करोति वा पुनः वक्तुं पटरूपे सो पटः अधिकरणं रक्ततन्तवः रक्तं क्रमेण सोपानेन गच्छेम महोदय पटः अधिकरणम् इति समीचीनतया उक्तम् आदेयः कः आदेयः इति तन्तवः इति आदेयः न न तन्तवः आदेयः इति वदति तन्तवः पटे भवति इति आपतति किल आदेयरूपम् आदेयः आदेयः रूपं पटः अधिकरणः रूपं पटे वर्तते इति सामान्यवाक्यं किल रूपं पटे वर्तते तर्हि रूपमेव आदेयः पटमेव पटः एव अधिकरणं रूपे आधेयता भवति पटे अधिकरणता भवति एतावत्पर्यन्तं समीचीनमेव किल किन्तु इदानीं पटे एकमेव रूपमिति नास्ति तत्र पीतरूपमपि अस्ति रक्तरूपमपि अस्ति रूपद्वयं विद्यते इत्यतः तत्र अवच्छेदकः अवच्छेदकत्वं वक्तव्यं भवति किमर्थम् इत्युक्ते इदानीम् अव्याप्यवृत्तित्वम् अस्ति. तर्हि कथं वक्तव्यम् इति चेत् अत्र अस्तु, विजी भगिनी वदति वा? प्रयत्नं करोमि. पीतरूपम् इति गुणः, पटः अधिकरणं, पीतरूपम् आधेयता, रूपे आधेयता अस्ति. अत्र पटे विद्यमान अधिकरणता अवच्छेदकम् इति वदामः. अत्र तु पीत अधिकरणताया अवच्छेदकम्. कः अवच्छेदकः? पीतदन्तवः अवच्छेदकः. उत्तमं. पीतदन्तवः अवच्छेदकः. तर्हि तर्हि सामान्यशैल्या वाक्यं वदतु. अग्रे वृक्षे कपिसंयोगः इति यदस्ति तादृशम् अत्र वाक्यं वदतु महोदय. अग्रे वृक्षे कपिसंयोगः, मूले वृक्षे कपिसंयोगः अभावः इति वाक्यद्वयं तत्र अस्ति किल. पीततन्तवः पटे अस्ति. भगिनि पीतरूप एकनिमिषम्. अग्रे वृक्षे कपिसंयोगः इति वाक्यमस्ति किल. आम्. तत्र अग्रम् इति अवच्छेदकः अस्ति, वृक्षः अधिकरणमस्ति, कपिसंयोगः आदेयः अस्ति. आम्. एवमेव इदानीम् अत्र वाक्यं वदतु. इदानीं पटे पीतरूपमस्ति इत्यस्मिन् सन्दर्भे वाक्यं वदतु. पीतरूपनिष्ठ आधेयता. न न न, सामान्यवाक्यं, न्यायशैल्यां वाक्यं मया न पृष्टम्. अग्रे वृक्षे कपिसंयोगः इति सामान्यवाक्यमस्ति किल, व्यवहारवाक्यं. तादृशम् अत्रापि वदतु इति मया प्रार्थितम्. ओहो, पीततन्तवः पटे अग्रे वृक्षे पीततन्तवः. न न, एकनिमिषं भगिनि. पीततन्तवः इति पीततन्तौ पटे अस्ति. न न, पीततन्तौ पटे कपि, तत्र अग्रे वृक्षे कपिसंयोगः, पीततन्तौ पटे पीतरूपम् इति वक्तव्यं. गुणः अग्रे वृक्षे कपिसंयोगः इत्यत्र अग्रे इति अवच्छेदकः, वृक्षे इति अधिकरणं, कपिसंयोगः इति आदेयः, तदेव गुणः. एवमेव पीततन्तौ पटे पीतरूपम्. पीततन्तौ पटे पीतरूपम्. रक्ततन्तौ पटे रक्तरूपम्. उत्तमम्. अपि च इदानीम् अभावः वदतु. पीततन्तौ पटे रक्तरूपम् अभावः. पीतरूपं पटे न तत्र तत्रापि सप्तमी वक्तव्यं. पीततन्तौ पटे रक्तरूपम् अभावः. रक्तरूपाभावः. रक्ततन्तौ पटे पीतरूपस्य अभावः. पीतरूपाभावः. पीतरूपाभावः इति वाक्यचतुष्टयं भवति अत्र. कपिसंयोगस्थले संयोगः अस्ति. पटे पीतरूपं चतुष्टयम्. आं महोदय. संयोगस्य स्थले तत्र वाक्यद्वयमेव भवति. अग्रे वृक्षे कपिसंयोगः, मूले वृक्षे कपिसंयोग अभावः. किन्तु अत्र रूपद्वयम् अस्ति, अपि च रूपद्वयस्य अभावः अस्ति अपि अस्ति इत्यतः तत्र वाक्यचतुष्टयं भवति. तदेव अत्र उक्तम्. तत्रैव च पटरूपे अधिकरणे रक्तत्तन्तु अवच्छेदेन रक्तं रूपम् उत्पद्यते, पीततन्तु अवच्छेदेन पीतरूपम् उद्भद्यते, पीतरूप अभावे अपि तत्रैव रक्तरूप अवच्छेदेन पटे भवति, तुल्यरीत्या रक्तरूप अभावे अपि पीततन्तु अवच्छेदेन पटे एव शक्यः वक्तुम् इति अत्र वाक्य अत्रापि वाक्यचतुष्टयम् अस्ति किल, तदेव इदानीं सामान्यरीत्या अस्माभिः उक्तम्। पुनः वदिष्यामि, पीततन्तौ पटे पीतरूपम्, रक्ततन्तौ पटे रक्तरूपम्, पीततन्तौ पटे रक्तरूप अभावः, रक्ततन्तौ पटे पीतरूप अभावः इति नव्यायः वदन्ति। तत्र अव्याप्यवृत्तिं स्वीकृत्य ते एतादृशं वदन्ति, साधयन्ति अपि। अस्तु, अग्रे विजयभगिनी पठति वा एवं च? महोदय महोदय, अहं चिन्तयामि अत्र अवच्छेदकम् इति यत् स्वीकुर्मः तद् अवयः भवति, अधिकरण एतद् अवयवी भवति। एवं यत् यदा वृक्षकपिसंयोग उदाहरणे अपि मूलं नग्रम् इति अवयवः आसीत्, तत्र अवच्छेदरूपेण स्वीकृतम्। अत्रापि तन्तु एव अवयवः अस्ति, तदेव अवच्छेदकः भवति, तादृशं तदेव वार्ता भवता अवगतं। तत्र अवयवमेव अवच्छेदकत्वेन स्वीकृत्य अत्र वक्तव्यं, तर्हि तद् अतः एव अत्र उक्तं घटत्वानिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् इति। तत्र एतदपि भेदः वर्तते, तत्र घटत्वम् इति जातिः घटे विद्यते, तदेव अवच्छेदकः। अत्र कः भेदः इति चेत् तत्र अवयवः एव स्वरूपसम्बन्धेन अवयविनी वर्तते इति स्वीकृत्य अवच्छेदकत्वेन स्वीकृतम्। अवयवः एव अत्र अवच्छेदकत्वेन स्वीकृतमस्ति इत्यपि भेदः वर्तते। हा उत्तमम्, अग्रे विजिभगिनी। एवञ्च एतादृशः सर्वजनः सिद्धव्याप्यवृत्तित्वेन एव तादृशपटे रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्येकः वर्णयितुं शक्यः। अतः क्षम्यता, तत्र एतादृश सर्वजन इति पुनः पठतु, तत्र सन्धिं मनसि निधाय पठतु। एतादृश सर्वजन सिद्ध अव्याप्य व्याप्यवृत्तित्वेनैव इति पठितं, तत्र सिद्धा अव्याप्य वृत्तित्वेन एव तादृशपदे रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्ययः वर्णयितुं शक्यः। अतः अतिरिक्तस्य सप्तमस्य चित्ररूपस्य स्वीकारः अनुचितः इति अपि न अवगम्। एतादृश सर्वजनसिद्ध इत्युक्ते प्राचीनमतं नव्यायिकामतं अपि अव्याप्यवृत्ति इति स्वीकृतं, एतादृश सर्वजनसिद्धिः अव्याप्यवृत्ति इति विषये सत्यम् अव्याप्यवृत्तित्वम् अस्ति इति। रूपद्वयं स्वीकृत्य पीतवर्णः रक्तवर्णः इति रूपद्वयं स्वीकृत्य अव्याप्यवृत्तिः इति निर्णयं कृतवन्तः। रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्ययः वर्णयितुं शक्य. चित्रः इति किमर्थं महोदय? चित्रः इति प्राचीनमतम् एव उच्यन्ते किल? हा, तत् सत्यं. तत्र चित्रः पटः चित्रं रूपं, चित्रः पटः इति प्राचीनानां मतं. किन्तु तद् अस्वीकृत्य तत्र अव्याप्यवृत्तित्वेन एव एतादृशपटे रूपद्वयं ताभ्याम् इत्युक्ते अत्र पञ्चमी ताभ्यां रूपद्वयेन तत्र चित्रपटः चित्रः पटः इति प्रत्ययः, प्रत्ययः इत्युक्ते ज्ञानं, वर्णयितुं शक्यः. यद्यपि तत् चित्र तत्र चित्र चित्रम् इति नूतनरूपं उत्पादितम् इति अनुक्त्वा तत्र एतादृशमेव प्रत्ययः भवितुमर्हति इति नव्यायाः नव्याः वदन्ति. चित्ररूपम् इति न स्वीकर्तव्यं, रक्तरूपं वा पीतरूपं वा श्वेतरूपं वा किमपि अस्ति चेत् अवच्छेदकरूपेण अव्याप्यवृत्तिगुणः इति साधयितुं शक्यते इति नव्यायिकायाः मतम्. अतः एव वदन्ति अतः अतिरिक्तस्य सप्तमस्य चित्ररूपस्य स्वीकारः अनुचितः. प्राचीनमतं वदति सप्तमरूपम् इति चित्ररूपं मिश्रणरूपम् इति चित्ररूपम् इति नाम्ना कृतम्. एतत् चित्ररूपं न स्वीकरणीयम् इति नव्यनैयायिकायाः मतम्. अतिरिक्त इत्युक्ते अत्र श्वेत रक्त इति षष्ठ रूपम् अतिरिक्त चित्ररूपम् इति अपि प्राचीनमतेन स्वीकृतं. नव्यनैयायिकः वदति अतिरिक्तस्य सप्तमस्य चित्ररूपं न स्वीकरणीयं. किम् इत्युक्ते विवरणम् उपरि दत्तम् अनुचितः इति. तर्हि तत्र तादृशं तस्य आवश्यकता एव नास्ति. अतिरिक्तस्य सप्तमस्य चित्ररूपस्य स्वीकारः आवश्यकता आवश्यकता नास्ति. एतत् स्वीकृत्य एव अस्य निर्वाहः कर्तुं शक्यते, कर्तुं शक्यते, निरूपणं कर्तुं शक्यते इति नव्याः वदन्ति. अस्तु अग्रे सीमा भगिनी अग्रिमपरिचयः. महोदय किन्तु प्रश्नः अस्ति अत्र नव्यमतमस्ति रूपद्वयं स्वीकृत्य एव निर्वाहः कर्तुं शक्नुमः किन्तु तत्र दत्तमस्ति चित्रपटः इति प्रत्ययः वर्णयितुं शक्यः. चित्रपटः अस्ति चेत् पटस्य रूपं चित्रं भवति न वा? तस्य तत्र चित्रम् इति नूतन अत्र अत्र का किं का वार्ता इति चेत् चित्रं चित्ररूपम् इति नूतनरूपम् उत्पद्यते इति ते न अङ्गीकुर्वन्ति. किन्तु रूपद्वयं तत्र अस्ति, तेन अस्माकं प्रत्ययः अस्ति तत्र चित्ररूप चित्रपटः. तत्र पटस्य रूपम् इदानीं किम् इति चेत् तत्र प्रतिवारम् इदानीं पञ्चरूपाणि सन्ति इति चिन्तयतु पटे. इदानीं पटस्य रूपं किम् इति चेत् नव्याः अपि चित्रः एव पटस्य चित्रमेव पटस्य रूपम् इति ते वदन्ति. किन्तु इदानीं चित्ररूपं तत्र उत्पादितं वा नो चेत् तत्र प्रत्ययः एव भवति वा, इत्युक्ते तत्र साक्षात् उत्पादनं भवति वा नो चेत् तत्र केवलं ज्ञाने एव चित्रम् इति अस्माकम् अवगमनं भवति वा इति प्रश्नः. नव्याः किं वदन्ति, केवलं प्रत्यये इत्युक्ते ज्ञाने एव तत्र तत्र चित्रम् इति अस्माकम् अवगमनं भवति, किन्तु वस्तुतः तत्र किमपि नूतनरूपं न उत्पद्यते इति नव्यानां मतं. किन्तु प्राचीनानां मतं तत्र यदा एकस्यापि अधिकं रूपं एकस्मिन् द्रव्ये वर्तते तत्र चित्ररूपम् इति नूतनरूपस्य उत्पादनं भवति, कार्यं भवति इति. नव्यानां मतानुसारं तत्र कारणमेव कार्यरूपेण तस्य प्रतीतिः भवति. किन्तु प्राचीनानां मतानुसारं तत्र कार्यं वस्तु तत्र स्पष्टतया भवति, तस्य उत्पादनं भवति इति तेषां मतमस्ति. अस्तु, चित्ररूपं प्राचीनानां मतानुसारं नूतनरूपम् अस्ति. तस्य उत्पत्तिः अस्ति यदा रूपद्वयं वा रूपत्रयं वर्तते कस्मिन्नपि अधिकरणे. किन्तु नव्यानां मतानुसारं रूपद्वयं वा रूपत्रयं यत्र वर्तते तत्र ज्ञानं तु भवति अधिकरणे, अधिकरणं चित्रमस्ति इति. किन्तु नूतनरूपस्य उत्पत्तिः नास्ति. सत्यम्, उत्तमं, तदेव. तत्र नूतनरूपस्य उत्पत्तिः न स्वीकुर्वन्ति इति. नूतनरूपम् इत्युक्ते चित्ररूपं, यद् रूपं रक्तमपि नास्ति नीलमपि नास्ति, तत्र नूतनरूपम् उत्पद्यते इति. तदेव अत्र सत्कार्यवादे असत्कार्यवादे अपि एतादृशचिन्तनमेव भवति. अद्वैतीनां मतानुसारं घटः तत्र कपालद्वयसंयोगेन यः घटः जायते तद् तत्र नूतनं किमपि न उत्पद्यते इति अद्वैतीनां मतं. किन्तु नैयायिकानां मतं तत्र घटः इति नूतनकार्यम् उत्पद्यते, यत् कार्यं पूर्वं कपाले नास्ति. तादृशम् अत्रापि तत्र नव्यानां मध्ये एव मतभेदः वर्तते. यदा अद्वैतिनः वदन्ति तत्र घटस्य उत्पादनविषये किमपि नूतनं कार्यं न जायते, यद् कारणमस्ति तदेव कार्यरूपेण प्रतीयते इति अद्वैतिनः वदन्ति. किन्तु नव्याः अत्र तत्र किं वदन्ति, न तादृशं नास्ति, नूतनकार्यम् उत्पद्यते एव इति नव्याः वदन्ति. किन्तु क्षम्यतां, नैयायिकाः वदन्ति. किन्तु अत्र रूपस्य विषये नव्यानां मध्ये एव भेदः वर्तते. प्राचीनाः वदन्ति नूतनरूपम् उत्पद्यते एव, यथा घटः तथा चित्ररूपं चित्ररूपस्य उत्पादनं भवति इति. किन्तु नव्याः किं वदन्ति, नास्ति, तत्र केवलं प्रतीतिः एव भवति, चित्रः पटः इति प्रतीतिः एव भवति इति नव्याः वदन्ति. पठामि वा अग्रे? हा, पठतु भगिनि. इह पटे पीततन्तत्ववच्छेदेन पीतरूपं रूपा रक्तरूपाभावः च. तत्रैव पटे रक्ततन्तत्ववच्छेदेन रक्तरूपं पीतरूपाभावश्च. एतादृश अव्याप्यवृत्तिरूपसमुदायः यत्र भवति तत्रैव चित्रपटः चित्रं कुसुमम् इति व्यवहारः भवति इति दिक्. यथा वयं पूर्वं पठितं तदेव दत्तमस्ति अत्र. यदा पटे रूपद्वयम् अस्ति तदानीं यदा पटे पीतरूपम् अस्ति अपि च रक्तरूपम् अस्ति, तत्र पटे एकस्मिन् देशे पीतरूपं यत्र अस्ति तत्र रक्तरूपाभावः अस्ति. द्वयोः अवच्छेदकः पीततन्तुः एव अस्ति. अतः पटे पीततन्तावच्छेदेन पीतरूपम् अपि च रक्तरूपाभावः वर्णयितुं शक्यते. एवम् एव यत्र पटे रक्तरूपम् अस्ति तत्र पीतरूपाभावः अपि अस्ति. द्वयोः अवच्छेदकः रक्ततन्तुः अस्ति, अतः पटे रक्ततन्तव्यच्छेदेन टङ्ग् ट्विस्टर् अस्ति, रक्ततन्तवच्छेदेन रक्तरूपम् अपि च पीतरूपाभावः अस्ति. यत्र एतादृशः स्थितिः अस्ति तत्र अव्याप्यवृत्तिरूपसमुदायः क्षम्यताम् एतादृशस्थितौ अव्याप्यवृत्तिरूपसमुदायः अस्ति तत्रैव अधिकरणं चित्रम् इति वदामः. यथा पटः चित्रः कुसुमं चित्रम् इति व्यवहारः सम्भवति. तर्हि आहत्य अत्र अत्र किम् इति चेत् प्राचीनानां मतानुसारं चित्ररूपम् इति नूतनरूपं जायते तेनैव तत्र चित्रः पटः इति व्यवहारः इति तेषां मतम्. अत्र नव्यानां मतानुसारं चित्ररूपमिति नूतनरूपं किमपि न उत्पद्यते. तर्हि चित्ररूपः इति व्यवहारः कथं चित्रः पटः इति व्यवहारः कथम् इति चेत् तत्र समुदायः अस्ति किल. तस्य केषां समुदायः? रक्तरूपं पीतरूपं. रक्तरूपस्य अभावः पीतरूपस्य अभावः इति तत्र समुदायस्य नाम इदानीं चित्रः इति स्थापितं नव्यैः. तर्हि एतादृशसमुदायं स्वीकृत्य तत्र चित्रपटः चित्रं कुसुमम् इति व्यवहारः भवन्ति इति नव्याः वदन्ति. तावद् अवगच्छामश्चेत् दिक् अलम् इति एव अत्र उक्तम्. अस्तु उत्तमं. तर्हि वदतु भगिनि अग्रे पठामि वा अत्र अग्रे इदानीम् अन्यः कोऽपि पठतु. तत्र स्वामी रघुवीरानन्द भवान् पठति वा? आं महोदय. पृथिव्यादित्रिकवृत्तिरूपं तत्र शुक्लरूपमेव त्रिषु वर्तते. अन्यानि तु पृथिव्याम् एव. तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तत् भास्वरं शुक्लमित्युच्यते. पृथिवीजलयोस्तु शुक्लरूपं न प्रकाशकम् इति तत् अभास्वरम् इति. पृथिव्यादित्रिकं वृत्तिरूपं पृथिवी आदि त्रिकवृत्तिरूपं. महोदय त्रिक इत्युक्ते त्रयं महोदय. सत्यं. तत् पृथिवी आरभ्य त्रीणि द्रव्याणि कानि? पृथिवी जल पृथिवी अप् तेज. सत्यं. तर्हि येषु त्रिषु एव रूपं वर्तते. वायुः रूपमस्ति वा? आं वायुः आकाशः रूपं न वा. हा तर्हि वायुम् आरभ्य तत्र षट्सु द्रव्येषु रूपं नास्ति इत्यतः पृथिव्यादि त्रिकम् इति अत्र उक्तम्. अत्र वृत्ति इति पदेन किं बोध्यम्? व्याप्यं महोदय. न न निश्चयेन नास्ति. वृत्ति इत्युक्ते आदेयः इति अर्थः. पृथिव्यादित्रिकवृत्तिरूपं वृत्ति इत्युक्ते आदेयः. आदेयः इत्युक्ते किमिति जानाति किल? यद् उपरि अस्ति तद् आदेयः, यद् अधः अस्ति तद् अधिकरणम्. आमां पारिभाषिकशब्दं किल महोदय. आमां रूपं तस्य वृत्तिः आदेयः. रूपं तस्य वृत्तिः इत्युक्ते रूपमेव आधेयः. सत्यम्. तदेव अत्र पृथिव्यादि त्रिषु रूपं वर्तते इति एव अस्य वाक्यस्य अर्थः. पृथिव्यादित्रिकवृत्ति अत्र वृत्तिः इति न वक्तव्यं. रूपमिति नपुंसकलिङ्गे अस्ति इत्यतः तत्र वृत्ति इति एव वक्तव्यम्. पृथिव्यादित्रिकवृत्ति रूपं पृथिवी अप् पृथिव्याम् अपां तेजसि रूपं वर्तते, तस्य आधेयत्वं वर्तते, तस्य आधेयत्वेन वर्तते, रूपस्य आधेयत्वेन वर्तते इति अस्य अस्य वाक्यस्य अर्थः। अग्रे महोदय, तत्र तत्र शुक्लरूपमेव त्रिषु वर्तते इत्युक्ते पृथिव्याम् आपः आपे अपाम् अग्नौ आपः इति स्त्रीलिङ्गपदं, तर्हि अपाम् इति भवति महोदय। अपाम् अग्नौ शुक्लरूपमेव वर्तते, शुक्लरूपमेव त्रिषु वर्तते इति, शुक्लरूपम् एव इत्युक्ते तत्र रूपं कतिविधम्? अनेकानि चित्ररूपमपि अप्सु उत्तमं, श्रीराम् महोदय एकेपि वर्णाः सन्ति न न तादृशं नास्ति अत्र कस्मिन् पुटे अस्ति द्वि सप्ततिः तमपुटे पश्यतु महोदय तच्च इति अस्ति किल चक्षुर्मात्रग्राह्यो गुण गुणो रूपं त्रिसप्ततितमः अग्रे पठतु तच्च एवं मूले चक्षुर्मात्रग्राह्यो गुणो रूपमिति तत्वा महोदय हा तत्र तस्मात् अग्रे तच्च शुक्ल नील मया द्विसप्तति सप्ततिः तमपुटे द्विसप्तति द्विसप्तति आम् शुक्ल नील पीत रक्त हरित कपिश चित्रभेदात् सप्तविधम् तर्हि रूपं सप्तविधमेव अस्ति नैयायिकानां मतानुसारं रूपं सप्तविधम् अस्ति येषु सप्तसु रूपेषु शुक्लरूपमेव त्रिषु अपि द्रव्येषु वर्तते इति अत्र दत्तम् अन्यानि तु अग्रे पठतु किञ्चित् भावयितुम् अशक्य अन्यानि तु अन्यानि तु पृथिव्याम् एव इत्युक्ते अन्यानि इत्यनेन किं परामर्शितम् अन्यरूपं यदस्ति नील वा पीत वा रक्त वा हरित वा नीलं पीतं वदतु किं किमस्ति रक्तं हरितं कपिशं चित्रवर्णं नील पीत रक्त हरित कपिश चित्र इति एतानि रूपाणि सर्वाणि केवलं पृथिव्यामेव भवति शुक्लरूपम् एव पृथिव्यामपि भवति अप्सु अपि भवति अपामिति मया दोषेन उक्तं तत्र आपः इति नित्य बहुवदनान्तशब्दः स्त्रीलिङ्गशब्दः तर्हि अप्सु इत्येव भवति अपामिति न भवति क्षम्यतां धन्यवादः श्रीराममहोदय तर्हि अप्सु पृथिव्यां तेजसि शुक्लरूपं येषु त्रिषु शुक्लरूपमेव येषु त्रिषु भवति अन्यानि सर्वाणि रूपाणि केवलं पृथिव्यामेव भवति तत्रापि तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तत् भास्वरं शुक्लम् इति उच्यते पूर्वमपि अपठत् भास्वरं शुक्लम् इति अग्नौ तेज शुक्लरूपं तेजसि शुक्लरूपम् अस्ति तद् अन्यान् प्रकाशयति तेजस्य गुणः एव प्रकाशं तत् भास्वरशुक्लम् इति कथ्यते तर्हि तत्र अत्र शुक्लरूपस्यापि द्वैविध्यम् अस्ति एकं तु भास्वरशुक्लं द्वितीयं तु अभास्वरशुक्लम् अभास्वरशुक्लं भास्वरशुक्लं कुत्र विद्यते अग्नौ तेजसि अग्नौ एव तेजसि अग्रे पृथिवी जल पृथिवी जलयोस्तु शुक्लरूपं न प्रकाशकम् इति तत् अभास्वर शुक्लमिति उच्यते तर्हि अभास्वरशुक्लरूपं कुत्र कुत्र विद्यते पृथिव्योः जले पृथिव्याम् अपि च जले. पृथिव्यां क्षम्यताम्, पृथिव्याम् अपि च जले आहत्य रूपं सप्तविधं. तत्र शुक्लरूपं केवलं शुक्लभास्वरशुक्लरूपमेव तेजसि विद्यते, अभास्वरशुक्लरूपमेव जले विद्यते. अभास्वरशुक्लरूपम् अपि च अन्यानि षड् रूपाणि पृथिव्यां विद्यते. इति अत्र उक्तम् अस्तु. आं महोदय, नैयायिकाः अनेकरूपात् चित्ररूपम् एकम् इति उक्त्वा ते सप्तविधं कृतम्. हा, तर्हि तत्र सप्तमरूपमस्ति चित्ररूपं, किन्तु इदानीं तत्रैव तत्र नव्यानाम् एव तत्र मतभेदः वर्तते. प्राचीनानां मतानुसारं चित्ररूपम् इति नूतनरूपम् उत्पद्यते, तदेव दृश्यते इति प्राचीनानां मतं. नव्यानां मतं तु तत्र समुदायः यदस्ति, इत्युक्ते रक्तरूपं वा पीतरूपं वा अन्यत् किमपि रूपं वा, अपि च तेषाम् अभावः, तत्सर्वं मिलित्वा यः समुदायः अस्ति तदेव चित्रः इति नव्याः स्वीकुर्वन्ति. उत्तमं, तर्हि समयः जातः, अत्र स्थगयामः. अत्र कस्यापि प्रश्नः अस्ति वा? नो चेत् अग्रिमवर्गे इतोपि अग्रे सर्तुं शक्यते. महोदय, मम प्रश्नद्वयमस्ति, किन्तु कक्षायाः अनन्तरं प्रष्टुं शक्नोमि. अस्तु, अस्मिन्नेव विषये वा? अस्मिन्नेव विषये अस्ति. अस्तु, इदानीं कस्यापि गन्तव्यं चेत् भवन्तः गच्छन्तु. ध्वनिमुद्रस्य स्थगनं करोमि वा? कर्तुं शक्नोति. अस्तु अस्तु.